अस्तु, नमस्सर्वेभ्यः. अस्माकं न्यायचिन्तनवर्गे सर्वेषां स्वागतम्. अन्यतासिद्धिनिरूपणम् इति विषयः प्रवर्तमानः अस्ति. तत्र गन्धं प्रति किं कारणं, पृथ्वीकारणं वा पृथ्वीत्वं कारणं वा इति विषयः अस्ति. प्रथमविध अन्यतासिद्धत्वप्रसङ्गे वयं जानीमः पृथ्वी एव कारणं, तत्र येन सह पूर्वभावः इति वयं दृष्टवन्तः. तत्र पृथ्वीत्वमिति जातिः, पृथ्वीत्वमिति धर्मेण एव पृथ्वी गृह्यते इति कृत्वा पृथ्वीत्वम् अन्यतासिद्धम् इति वयं दृष्टवन्तः. इदानीं पञ्चविध अन्यतासिद्धत्वप्रसङ्गे तदेव विषय स एव विषयः कथं निरूपणीयम् इति विषयः अस्ति. अतः अत्र प्रथमतया किञ्चिदेव पुनःस्मरणं कुर्मः. अत्र गन्धं प्रति पृथ्वीकारणम् इति वदामः चेत् तत्र एकवारम् अत्र सरला भगिनी वदति वा, पृथ्वीकारणम् इति वदामः चेत् किं किं भवति? गन्धं प्रति पृथ्वीकारणं यदि अस्ति, सो पृथ्वी अस्ति अधिकरणं, गन्धम् अस्ति तस्य समवायसम्बन्धेन अस्ति, गन्धं भवति समवेतं. तो गन्धम् इति अस्ति पृथ्व्याः, गन्धं पृथ्व्याः लक्षणम् अस्ति वदामः, किन्तु गन्धवती पृथ्वी यदि वयं वदामः तद् भवति स्वरूपलक्षणम्. एक गन्धवती पृथ्वी इति भवति, तत्र आधार आधेयभाव इति स्पष्टं नास्ति. इदानीं गन्धवती तस्मिन् यदि वयं त्वं प्रत्यय योजयामः, गन्धवत् त्वं भवति, तद् भवति पृथ्व्याः लक्षणं. तु गन्धवत्वम् इति भवति पृथ्व्याः लक्षणं. यदि प्रथमं अन्यथा सिद्धम् इति सूत्रम् सूत्रम् अस्तु वै स्वीकुर्मः, तत्र अस्ति श्लोकं खलु, श्लोकः श्लोकः इति अस्तु. प्रथमश्लोक यदि वयं स्वीकुर्मः तत्र अस्ति कार्यकारण भाव समान अधिकरण अस्ति, येन सह पूर्वभाव इति येन सह पूर्वभाव कारणमादाय यस्य इति भवति. सो येन सह पूर्वभाव भवति केवलं गन्धवत्वम् इति पृथ्वी भवति तस्य कारणं गन्धवत्व अथवा पृथ्वी भवति कारणं तस्य समान तस्य अधिकरणे अस्ति. किन्तु यदि वयं वदामः पृथ्वीत्वं तदपि पृथ्व्यां अधिकरणे अस्ति, किन्तु तत् कथं तस्य स्वीकरणं न भवति कारणं, यतोहि तस्य पूर्ववृत्तित्वम् अस्ति, अपि तत् अधिकरणे अपि अस्ति, कार्याधिकरणे अपि अस्ति. भगिनि एकक्षणं, प्रथमविध अन्यतासिद्धत्वप्रसङ्गे मास्तु, इदानीम् अत्र पञ्चविध अन्यतासिद्धत्वप्रसङ्गे. अस्तु, पञ्चम कथं तत्र आगच्छति गन्धवत्वम् इति पृथ्व्या लक्षणम् इति तस्य भवति यथा वयं पूर्वं चिन्तवत्तः उपस्थीकृतं शरीरकृतम् अपि सम्बन्धकृतं त्रयः सम्बन्ध त्रयः कारणाः सन्ति, तेन आधारेण वयं पञ्चमश्लोके तस्य साधनीयं कर्तुं शक्नुमः. तत्र कथं गन्ध पृथ्व्याम् आगच्छति, एकं कारणं वयं यदि स्वीकुर्मः उपस्थीकृत भवति गन्ध पृथ्व्यां कारणम् अस्ति. उपस्थीकृत्य तयोः मध्ये पुनः लाघव अपि गौरवकारणं भवति. उदाहरणम् अस्ति, यदि घटः पाकसंयोगेन घटः पूर्वं भवति मृदु, तस्य स्पर्श मृदु अस्ति, तस्य रूपं श्यामवर्ण अस्ति, पाकसंयोगेन तस्य रूपं कृष्णवर्णं भवति, तस्य स्पर्शेन तस्य कठिनं भवति कठिनः भवति. तृतीय तस्य गुणगन्धम् अपि तत्र गच्छति. सो स्पर्शेन गन्धेन रूपस्वीकर त्रयोः अपेक्षया रूप इति लाघवं भवति उपस्थि कारणकृतस्य रूपम् इति रूपमस्ति वा भगिनी? अत्र रूपप्रागभाव खलु? अस्तु, रूपप्रागभाव. आम्, रूपप्रागभाव तस्य कारणमस्ति. रूपप्रागभाव इति रूप आनेतुं रूपप्रागभाव नश्यति. सो रूपस्य प्रागभाव भवति रूपं प्रति कारणं. तस्य ग्रहणं झटसि मनसि आगच्छति. सो उपस्थीकृतम् एकं लाघवम् अस्ति रूपं रूप स्वीकृतः. अन्य भवति प्रतिबन्धकभाव. यदि वायोः वेगेन प्रचलति तस्य कारणेन वृष्टिः न भवति. यदि वेगेन वायोः स्थगितः तदनन्तरं वृष्टिः भवति. सो प्रतिबन्धकभावस्य यदि अभावः अस्ति, प्रतिबन्धकस्य अभाव तत् भवति कारणं, वृष्ट्याः कारणं. सो तत् अपि अन्यकारणम् उपस्थिकारणं भवति प्रतिबन्धकस्य अभाव. तृतीयकारणं भवति व्याप्ति अभाव. यथा अनुमति प्रसङ्गे यदि अग्निः प्रत्यक्ष अभावः अस्ति अनुमतिप्रसङ्गे कारणं. कथं भवति यदि वहिनिमान् तस्य अनुमतिः कथम् आगच्छति? यदि वयं धूम पश्यामः परन्तु वहिनी न पश्यामः, तस्य अनुमानं कृत्वा मनसि आगच्छति कारणं कि पूर्वम् अस्माकं एक्स्पीरियन्स् अस्ति कि यत्र यत्र वहिनी तत् अनुभवः अस्ति, यत्र यत्र वहिनी तत्र तत्र धूमः भवति. सो धूमं दृष्ट्वा वयम् अनुमानं कर्तुं शक्नुमः तत्र पर्वतवहिनीमान् अस्ति. किन्तु यदि प्रत्यक्षं वहने प्रत्यक्षं पश्यामः तत् अनुमानः कारणं न भवति प्रत्यक्षं. सो प्रत्यक्षस्य अभावः भवति अनुमानस्य अनुमतिकारणं. सो एते त्रयः प्रागभाव प्रतिबन्धकभाव अपि प्रत्यक्ष अभाव त्रयोः उपस्थिति यदि अस्ति तस्य कारणं भवति उपस्थितिकारणम् अस्माकं वयं न वक्तुं शक्नुमः किं भवति तस्य अत्र भगिनी अत्र उपस्थितिकृतलाघवम् अपि च सम्बन्धकृतलाघवं शरीरकृतलाघवम् इति लाघवं गौरवम् इत्यनयोः त्रिविधाः लाघवं गौरवम् इति खलु, न तु कारणं? न, लाघवं गौरवम् इति भवती किं प्रति लाघवं अत्र अत्र गन्धं प्रति पृथ्वी कारणम् इति वदामः चेत् तस्य पूर्ववृत्तित्वं भवति अभावत्रयोः अत्र अभावस्य कारणत्वम् अत्र अत्र अत्र पूर्वम् उक्तवती खलु, अत्र रूपप्रागभावः एव तस्मिन् एव उपस्थितिकृत लाघवम् अस्ति, यतोहि तदेव मनसि झटिति आगच्छति। तर्हि अत्र अभावः इति रूपप्राग् अभावः, अभावस्य कारणत्वं भवति न वा इति अस्मिन् विषये कथं जानीमः इति चेत्, अत्र अभावस्य कारणत्वं यथा वयं पूर्वं दृष्टवन्तः, प्रागभावस्य कारणत्वं तु अस्ति, यतोहि प्रागभावः साधारणकारणेषु अन्यतमः खलु। अस्तु, एवमेव अत्रापि तत्र रूपप्रागभावः कथं कारणम् इति स्वीकुर्मः इति चेत्, यथा वयं प्रागभावस्य विषये दृष्टवन्तः प्रागभावस्य कारणत्वम्, अपि च अत्र वृष्टिः इति उदाहरणं, तत्र महान् वायुः एव प्रतिबन्धकः, प्रतिबन्धकपदार्थः नास्ति तस्य अभावे, अभावः अपि कारणत्वम् इति स्वीकुर्मः। एवमेव अत्र रूपप्रागभावः अपि कारणं, रूपं प्रति कारणम् इति स्वीकर्तुं शक्नुमः इत्यस्य कृते अत्र उदाहरणानि। अस्तु अस्तु अस्तु, समीचीनं भगिनि। तदनन्तरम् आगच्छति कथं पृथ्वीत्वम् इति, पृथ्वी शरीरकृतलाघवं, पृथिव्या अपेक्षा। भगिनि धन्यवादः, अस्तु धन्यवादः। इदानीं राजेन्द्रमहोदय वदति। अस्तु, इदानीम् अत्र महोदय, अत्र गन्धं प्रति भगिनी अत्र पृथ्वी कारणम् इति चेत् अत्र उपस्थितिकृतलाघवम् इत्यस्मिन् विषये उक्तवती, इदानीं गन्धं प्रति पृथ्वीत्वं कारणम् इति चेत् किं भवति इति एकवारं वदतु। अत्र शरीरकृतलाघवं पृथ्वी कारणमस्ति चेत् शरीरकृतलाघवम् इति उक्तं तत्र, इदानीम् अत्र पृथ्वीत्वं कारणम् इति चेत् तत्र किं भवति, कारणतावच्छेदकं किम्, अत्र लक्षणवाक्यम् अस्ति खलु, पृथ्वीत्वम् इत्यस्य स्वरूपं किं, तस्मिन् विषये किञ्चित् वदतु। तत् सत्यं सत्यं, प्रथमतया अत्र वदतु, अत्र पृथ्वीत्वे विद्यमानधर्मः कः, पृथ्वीत्वे विद्यमानधर्मः, धर्मः एव कारणतावच्छेदकं भवति खलु, तर्हि तस्य स्वरूपं किम्। किञ्चित् कठिनम् अनुभवामि इदानीं, मनसि न आगच्छति किमपि। अस्तु अस्तु, चिन्ता नास्ति महोदय, अत्र अहमेव किञ्चित् संक्षेपेण वदामि, अनन्तरम् अग्रे पठामः। अत्र पृथ्वी गन्धं प्रति पृथ्वी कारणम् इति चेत् तत्र पृथ्व्यां पृथ्वीत्वम् इति जातिः अस्ति, जातिः एव कारणतावच्छेदकं भवति, तर्हि जातिः एका एव, अतः अत्र जातिः इति वदामः चेत् समानानां धर्मः जातिः इति कृत्वा तस्य इतोपि विवरणस्य आवश्यकता नास्ति, तर्हि कारणतावच्छेदकम् एकमेव पृथ्वीत्वं, तर्हि अत्र कार्यकारणभावः अपि एकः एव, अतः अत्र तत्र स्पष्टमस्ति, अत्र क्लेशः एव नास्ति। झटिति न केवलम् उपस्थितिकृतलाघवम् अस्ति, अपि च शरीरकृतलाघवम् अपि अस्ति, यतोहि तत्र कारणतावच्छेदकम् एकमेव। इदानीम् अत्र पृथ्वी गन्धं प्रति पृथ्वीत्वम् इति कारणम् इति वदामः चेत्, पृथ्वीत्वे विद्यमानधर्मः अस्ति पृथ्वीत्वत्वं, पृथ्वीत्वत्वम् इति जातिः नास्ति, यतोहि पृथ्वीत्वत्वं पृथ्वीत्वे अस्ति, पृथ्वीत्वमेव जातिः, जातौ यः धर्मः अस्ति सः धर्मः जातिः नास्ति इति अत्र अस्ति। अत्र जातौ यः धर्मः सः जातिः इति, जातिः इति न मन्यते, इति न मन्यन्ते नैयायिकाः। अतः इदानीम् अत्र पृथ्वीत्वम् इत्युक्ते किम् इति प्रश्नः उदेति, तस्य विवरणम् अत्र किञ्चित् भिन्नरीत्या वक्तव्यम्। तदेव वयं दृष्टवन्तः, सकलपृथ्वी समवेतत्वे सति पृथ्वी इतर असमवेतत्वम् इति दृष्टवन्तः। तत्र सकलपृथ्वी समवेतत्वम् इत्युक्ते सकलपृथ्वी समवेतत्वम् इति त्रीणि पदानि सन्ति, इत्युक्ते सकलपार्थिवद्रव्येषु पृथ्वीत्वं समवायेन अस्ति, समवायसम्बन्धेन अस्ति। यथा अत्र किमपि पार्थिवद्रव्यं स्वीकुर्मः चेत् अत्र घटः पटः इत्किमपि भवतु, तस्मिन् तु पृथ्वीत्वम् इति जातिः अस्ति इति कृत्वा पृथ्वीत्वं सकलपार्थिवद्रव्येषु समवायेन अस्ति इति प्रथमदलम् अस्ति। इदानीं द्वितीयदलमस्ति पृथ्वी इतर असमवेतत्वं, पृथ्वी इतर इत्युक्ते भिन्नं, पृथ्वी इतर असमवेतत्वम् इत्युक्ते न समवेतत्वं, तत्र नञ् तत्पुरुषसमासः, न समवेतत्वम्। अतः तत् तत् किम् इत्युक्ते पृथ्वी इतर असमवेतत्वम् इत्युक्ते पृथ्वी भिन्नं यथा जलं, वायुः, आकाशः। तस्मिन् जलमिति स्वीकुर्मः चेत् जले पृथ्वीत्वं समवायेन नास्ति, अत्र पृथ्वीत्वं केवलं पृथ्व्यामेव अस्ति समवायेन, न अन्यत्र। अतः पृथ्वीत्वं पृथ्वीत्वे पृथ्वी इतर असमवेतत्वमपि अस्ति, यतोहि पृथ्वीत्वं केवलं पृथ्व्याम् अस्ति इति कृत्वा इदानीं पृथ्वीत्वे सकलपृथ्वी समवेतत्वम् अपि अस्ति, पृथ्वी इतर असमवेतत्वम् अपि अस्ति इति अत्र पृथ्वीत्वस्य स्वरूपलक्षणं, तदेव स्वरूपलक्षणं। ततः अग्रे किञ्चित् दलसार्थके चिन्तनमपि कृतवन्तः। अत्र प्रथमदलम् अस्ति सकलपृथ्वी समवेतत्वं। सकलपृथ्वी समवेतत्वम् इत्यस्मिन् वयं दृष्टवन्तः तदेव लक्षणमस्ति चेत् तत्र अतिव्याप्तिदोषः भवति, यतोहि द्रव्यत्वम् इत्यस्य ग्रहणं भवति। यदि सकलपृथ्वी समवेतत्वम् इति एव वदामः चेत् तत्र घटः इति उदाहरणे तत्र पृथ्वीत्वम् अस्ति, सकलपार्थिवद्रव्येषु पृथ्वीत्वम् इति जातिः अस्ति, तत्र द्रव्यत्वमपि अस्ति। अतः तदेव वदामः चेत् द्रव्यत्वे अतिव्याप्तिः, अतः अन्यत् दलस्य आवश्यकता अस्ति। तर्हि इदानीं द्वितीयदलमस्ति पृथ्वी इतर असमवेतत्वं। पृथ्वी इतर असमवेतत्वम् इत्युक्ते जलादिषु पृथ्वीत्वं नास्ति, समवायेन नास्ति। अतः तस्य योजनेन अत्र लक्षणसमन्वयः भवति। इदानीम् अत्र पुनः केवलं द्वितीयदलं स्वीकृत्य योजयामः चेत् तत्रापि अतिव्याप्तिदोषः भवति इति वयं दृष्टवन्तः। अत्र पृथ्व्यां गन्धे, परमाणौ, अभावे, समवाये च तत्सर्वं कथं भवति इति अपि वयं परिशीलितवन्तः। इदानीं तस्मिन् सन्दर्भे गन्धे गन्धमेव स्वीकुर्मः, यतोहि तस्मिन्नेव विषये विवादः अस्ति, अतिव्याप्तिदोषः भवति तत्र। इदानीम् अत्र द्वितीयदलमस्ति पृथ्वी इतर असमवेतत्वं, तदेव दलं स्वीकृत्य चिन्तयामः चेत् अतिव्याप्तिः भवति गन्धे। किमर्थं भवति गन्धे अतिव्याप्तिः इति चेत् पृथ्वीत्वं पृथ्व्याम् अस्ति। इदानीम् अत्र घटः इति स्वीकुर्मः चेत् तस्मिन् पृथ्वीत्वम् अस्ति, गन्धः अपि पृथ्व्यामेव अस्ति, गन्धः अपि पृथ्व्यामेव, गन्धः इति गुणः पृथ्व्यामेव अस्ति, न तु अन्यत्र। अतः इदानीम् अत्र गन्धः अन्यत्र न प्राप्नुमः, अतः इदानीं पृथ्वी इतर असमवेतत्वम् अपि गन्धे अस्ति, यतोहि गन्धः केवलं पृथ्व्याम् अस्ति समवायेन। अतः पृथ्वी इतर असमवेतत्वम् इदानीं गन्धे आगच्छति। तर्हि गन्धे पृथ्वी समवेतत्वमपि अस्ति, पृथ्वी इतर असमवेतत्वमपि अस्ति इति कृत्वा अतिव्याप्तिदोषः भवति, यतोहि इदानीं पृथ्वीत्वस्य लक्षणमपि तदेव, गन्धस्य लक्षणमपि तदेव, अतः लक्षणसमन्वयः गन्धे अपि भवति। तर्हि अत्र प्रश्नः अस्ति, अतिव्याप्तिः अस्ति, कथं तस्य निवारणम् इति अग्रे दत्तमस्ति, पश्यामः। तर्हि इदानीम् अत्र किमर्थं पृथ्वीत्वधर्मः इति ततः आरभ्य पठामः। एतावता कोऽपि प्रश्नः अथवा अत्र पृष्ठभूमिः सम्यक्तया अवगतं वा? आं भगिनि, धन्यवादः, क्षम्यताम्, अहं किञ्चित् विस्मृतवान् यत् किमपि पठितवान्। न चिन्ता नास्ति महोदय, अत्र बहु किमपि अस्ति, स्मर्तुमेव न शक्नुमः। चिन्ता नास्ति, अतः इदानीं पठति वा भवान् किमर्थं पृथ्वीत्वधर्मः? न, मम कारणम् आसीत् अहं किमपि न पठितवान्, यथा गृहे केचन अतिथ्याः आसन् तत् कारणात् किमपि न पठितवान्। चिन्ता नास्ति महोदय, इदानीम् अत्र पठति वा किमर्थं पृथ्वीत्वधर्मः? किमर्थं पृथ्वीत्वधर्मः अपि च पृथ्वीत्वजातिः अन्योः महत्व तथा भगिनि सत्यम् अन्योः महत्वपूर्णः भेदः, यतोहि पृथ्वीत्वधर्मः जाति नास्ति चेत् सः कः इति प्रश्ने सति भिन्नरीत्या उत्तरं दातव्यं भवति। यथा अन्य अभावे अन्योन्यभावे विद्यमानधर्मः अन्योन्यभावत्वं जाति नास्ति, तर्हि अन्योन्यभावत्वं नाम किम्? तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता का भावत्वं तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता का प्रतियोगिता का भावत्वम् एवमेव व्याप्तित्वम् इदं तु जातिः नास्ति, तर्हि किं तथा तत् व्याप्यतो धर्मः इत्युक्तौ साध्य अभाव अभाववत् वृत्तित्वं व्याप्यत्वं तद् अभाववत् अवृत्तित्वं व्याप्यत्वं समानधिकरणत्वम् इतोपि जातिः नास्ति, तर्हि अस्य अर्थः कः? तद् अधिककरणवृत्तित्वं तस्मिन् एव अधिकरणे एषः अपि वर्तते, अथ तत्र समानधिकरणत्वम् अस्ति। यत्र कुत्रापि कश्चन धर्मः वर्तते, स च धर्मः जातिः नास्ति चेत् अन्यरीत्या तस्य विवरणं करणीयम्। अस्तु, किमर्थं पृथ्वीतो यः धर्मः अस्ति सः धर्मः पृथ्वीतोत्तो धर्मः वदामः, अपि च पृथ्वीतो जातिः अन्यो तस्मिन् अपि च पृथ्वीतो जातिः अस्ति तस्मिन् महत्वपूर्णभेदः अस्ति वा? पृथ्वीतो धर्मः जातिः नास्ति अपि तु धर्मः अस्ति, सः कः इति प्रश्ने सति भिन्नरीत्या उत्तरं दातव्यं, यथा तादृशी प्रश्नः आगच्छति यत्र पृथ्वीतो धर्मः यदि यदा सः जातिः नास्ति तस्य कथं तस्य उत्तरं दातव्यम् अस्माभिः? यथा अन्योन्य अभावे विद्यमानधर्मः अन्योन्यभावत्वं यथा अन्योन्यभावः यः अस्ति एक प्रकारक अभावः अस्ति तस्मिन् विद्यमानधर्मः अन्योन्यभावत्वं धर्मः अस्ति इदम् क्षम्यताम् अत्र अन्योन्य अभावः इति एकवारं वदति वा? अन्योन्य अभावः कीदृश अभावः? यथा घटः पटः न अन्योन्यभावः अस्ति तत्र अवच्छेदकं किं भवति अन्योन्य अभावस्थले? अत्र कीदृशसम्बन्धेन वयम् अन्योन्य अभावं ज्ञातुं शक्नुमः? तत्तु अत्यन्त अभावः खलु, सर्वे अभाव स्वरूपसम्बन्धेन सन्ति। सत्यं परन्तु अत्र घटः स्वस्मिन् केन सम्बन्धेन अस्ति खलु, तादृशसम्बन्धेन सम्बन्धेन घटपट नास्ति, घट भवति प्रतियोगी पट किं सरला भगिनी? हा, तदेव अत्र घटः पटः न इति वदामः चेत् तत्र घटः स्वस्मिन् तादात्म्येन अस्ति, तादृशसम्बन्धेन नास्ति इति अभावः घटं विहाय प्रतियोगिं विहाय अन्यत्र सर्वत्र भवति इति कृत्वा तत्र भेदः एव अन्योन्य अभावः खलु, भेदः एव अन्योन्य अभावः। अस्तु महोदय, वदतु इदानीम्। इदम् अन्योन्यभावत्वं जातिः नास्ति, तर्हि अन्योन्यभावत्वं नाम किम्? तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता का भावत्वं प्रतियोगिता का भावत्वं यथा भवती इदानीमेव उक्तवती तत् तादात्म्यसम्बन्धेन घटे तादात्म्यसम्बन्धेन अस्ति समयसम्बन्धेन समयसम्बन्धेन भगिनी अथवा तादात्म्यसम्बन्धेन? तादात्म्य स्वस्मिन् घटः स्वस्मिन् केन सम्बन्धेन भवति? स्वस्मिन् तादात्म्यसम्बन्धेन भवति. कपाले तु समवायेन भवति खलु? आम् भगिनि. वदतु महोदय. तादात्म्य घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति. तस्य प्रतियोगी घटः एव अस्ति भगिनि, एवं वा? घटः एव प्रतियोगी, सत्यं. योगिता अभावः यः तः सः पटः अनुयोगी अनियोगीपटः अनियोगी पटः. तथैव एवमेव व्याप्यत्वम् इदं जाति नास्ति, सः तु धर्मः अस्ति. व्याप्यत्वधर्मः इत्युक्ते साध्य अभाववत् वृत्तित्वं व्याप्यत्वं व्याप्यत्वं यः धर्मः अस्ति सः साध्य अभावे साध्य अभाववत् वृत्तित्वं व्याप्यत्वे व्याप्यत्वधर्मः व्याप्यत्वधर्मस्य स्वरूपमस्ति साध्याभावत् अवृत्ति अभावत्. आम् आम्. यथा यथा पर्वतः वह्निमान् यत्र यत्र धूमः अस्ति तत्र वह्निः भवेत्. तत् धूमः तत् व्याप्य अस्ति. सत्यं, धूमः व्याप्यः. साध्यः कः? साध्यः तु वह्निः साध्यः अभावः. तत्र साध्य साक्षात् द्रष्टुं शक्नुमः. तत् कारणात् तत् साध्य अभावः अस्ति, परन्तु वह्निः तत् धूमः अस्ति, तत् तस्मिन् व्याप्यत्वम् अस्ति. अत्र साध्य अभाववत् अवृत्तित्वम् इत्युक्ते किम्? साध्य अभाववृत्तित्वं तत् साध्य अभाववत् अवृत्तित्वम् अवृत्तित्वं साध्यः. अत्र वह्निः एव साध्यः. साध्यस्य अभावः वह्नि अभावः. वह्नि अभावस्य अवृत्तित्वम् इत्युक्ते तत्र वह्निः अस्ति, अभावः अवृत्तित्वम्, अभावस्य अविद्यमानत्वम् इत्युक्ते तत्र वह्निः अस्ति. यत्र व्याप्तिः अस्ति तत्र वह्निः साध्यः अपि अस्ति. क्षम्यतां भगिनि, किञ्चित् मम मस्तिष्कादि किमपि कार्यं न करोति. न न, चिन्ता नास्ति. अत्र अवगतं वा इदानीं साध्य अभाव अभाव भगिनि? अत्र डबल् नेगेटिव्? हा, डबल् नेगेटिव्, सत्यम्. इत्युक्ते अत्र व्याप्तिः इत्युक्ते अत्र साध्यः भवति, अत्र व्याप्तिः अस्ति. यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः चेत् तत्र तत्र साध्यस्य ज्ञानं भवति इति. साध्यस्य साध्यः अस्ति इति न उक्तं, परन्तु साध्याभावस्य अवृत्तित्वम् इति भिन्नरीत्या दत्तमस्ति खलु महोदय? आम् आम् आं भगिनि. हा, अग्रे वदतु महोदय. तत् अभाववत् अवृत्तित्वं व्याप्यत्वं तादृशी तत् यः अभाववत् अस्ति तत् अवृत्तितं व्याप्यतम् अथवा धूमः व्याप्यः इति धूमः अस्ति, व्यापकः वह्निः अस्ति, साध्यः अस्ति वह्निः. किं सरला भगिनि? वह्नि भवति साध्यत्वं, रैट्? एक अधिकरणं समानाधिकरणं यदि अत्र दत्तमस्ति स्वयमे साध्यभावः अस्ति साध्यभावः नास्ति साध्याभावः न तु भावः साध्याभावः साध्ययोगः अभावः पश्यति वा सरलभगिनी साध्याभावस्य अवृत्तित्वं वृत्तित्वम् अभावः अभावस्य वृत्तित्वं नास्ति इति अस्ति साध्याभावस्य वृत्तित्वं नास्ति इत्युक्ते साध्यः अस्ति यत्र व्याप्तिः अस्ति तत्र साध्यः अस्ति साध्यस्य ज्ञानं भवति खलु भगिनि आम् यदि अत्र व्याप्तिः इत्युक्ते अत्र अत्र अत्र पश्यतु अत्र पर्वतः वह्निमान् इति वदामः चेत् तत्र वह्नी एव साध्यः धूमः हेतुः तत्र अत्र धूमम् अत्र पर्वते केवलं धूममेव पश्यामः इदानीम् अत्र अस्माकं मनसि व्याप्तिज्ञानम् अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः खलु व्याप्तिः अस्ति चेत् साध्यस्य ज्ञानं भवति तत्र साध्य अभावः कथं भवति साध्य अभावः न भवति अतः इदानीं साध्य अभावस्य अवृत्तित्वम् इत्युक्ते साध्यः अस्ति साध्य अभावस्य विद्यमानत्वं नास्ति अस्तु अस्तु साध्य वह्नि एव साध्य वह्नि एव तर्हि अत्र यत्र व्याप्तिः अस्ति तत्र साध्यः अपि अस्ति साध्य तत्रैव डबल् नेगेटिव् सत्यं सत्यं समानाधिकरणं किम् अस्ति समानाधिकरणं कुत्र अग्रे अस्ति समानाधिकरण्यम् इत्यस्य पुनः तत्र भिन्नलक्षणम् अस्ति अत्र समानाधिकरणम् इत्यपि जातिः नास्ति अत्र समानाधिकरण्यम् इत्यस्य लक्षणवाक्यमस्ति तदधिकरणवृत्तित्वं खलु तद् अग्रिम उदाहरणमस्ति अस्तु महोदय अग्रे वदतु समानाधिकरणत्वम् इत्यपि जातिः नास्ति तर्हि तस्य अर्थः कः तत् अधिकरणवृत्तित्वं अवृत्तित्वम् अथवा वृत्तित्वम् अत्र वृत्तित्वम् अत्र वृत्तित्वम् आम् समानाधिकरणं यथा यदा समानाधिकरणं वदामः तत्र तु तस्य धर्मः अस्ति समान अधिकरणत्वं यः धर्मः अस्ति तत् अधिकरणं वृत्तितं तत्तु अधिकरणे अस्ति तत्र यथा समान अधिकरणं भवति तत् कारणात् अधिकरणवृत्तित्वम् अस्ति तस्मिन्नेव अधिकरणे एषः अपि वर्त एषः इत्युक्ते किं भगिनि अत्र एषः इत्युक्ते यत्किमपि भवतु घटः इति स्वीकुर्मः चेत् घटाधिकरणे पटः इति अग्रे उदाहरणम् आगच्छति इत्युक्ते घटः भूतले अस्ति तस्मिन्नेव अधिकरणे पटः अपि अस्ति तस्मिन्नेव अधिकरणे एषः अपि अस्ति इत्युक्ते पटः अस्ति इति चिन्तयितुं शक्नुमः अर्थात् तत्र समान अधिकरणत्वम् अस्ति तस्मिन् स्थितिनां यत्र कुत्रापि कश्चन धर्मः वर्तते सः च धर्मः जातिः नास्ति जातिः नास्ति चेत् अन्यरीत्या तस्य विवरणं करणीयम् अस्तु यत्र कुत्रापि तत् यथा आकाशे आकाशत्वम् अस्ति सः धर्मः अस्ति जातिः नास्ति यदा तस्मिन् सन्दर्भे तत्र अन्यरीत्या तस्य विवरणं करणीयं यथा धर्मः इत्युक्ते भगिनी यथा धर्मः जाति अपि भवितुम् अर्हति तत् तथा एतावत् कोऽपि क्लेशः नास्ति परन्तु यदा धर्मः अस्ति कोऽपि जाति नास्ति तत् तस्य एव किञ्चित् भिन्नरीत्या तस्य विवरणं करणीयम् एवं वा सत्यं सत्यं महोदय यत्र धर्मः जातिः अपि अस्ति तत्र जातिः अस्ति चेत् वयं जानीमः जातिः अस्ति तत्र पुनः तस्य विवरणस्य आवश्यकता नास्ति यत्र जातिः नास्ति धर्मः अस्ति तत्र एव इतोपि विवरणीयं यतोहि जातौ जातिः नास्ति अस्तु अन्य कोऽपि अस्ति वा हा नमस्कारः भगिनि. भगिनी स्पष्टीकरणार्थं पुनः अहं वदामि, समान अधिकरण तस्मिन् अस्ति समान अधिकरणत्वम् अपि तस्मिन् अस्ति तत् अधिकरणवृत्तित्वम् अपि द्वे अस्ति वै भिन्नो अस्ति. न न समानाधिकरणे समानाधिकरणे समानाधिकरणत्वम् इति धर्मः अस्ति. सः धर्मः तस्य अर्थः कः? इदानीं धर्मः अस्ति, जातिः नास्ति. धर्मः कः? तस्य विवरणं धर्म समानाधिकरणत्वम् इत्युक्ते किम् इति पृच्छामः चेत् तस्य वाक्यमस्ति, तस्य लक्षणवाक्यम् अस्ति तदधिकरणवृत्तित्वं तदेव लक्षणं स्वरूपलक्षणमस्ति. समानाधिकरणत्वम् इत्यस्य स्वरूपलक्षणमस्ति तदधिकरणवृत्तित्वम्. अस्तु, अग्रे यदि घटपट पश्यामः चेत् उदाहरणम् आगच्छति तत् तत् तद् पुनः वदामि. साध्याभावत् वृत्तित्वं पुनः स्पष्टीकरोतु. अत्र अत्र पश्यतु, अत्र अत्र पदच्छेदं कुर्वतु, पदच्छेदं करोति चेत् स्पष्टं भवति. अत्र साध्ययोगः अभावः योगः अवृत्तित्वम् इत्युक्ते साध्यस्य साध्यस्य अभावः. साध्यः अस्ति वह्निः, वह्नेः अभावः तस्य अविद्यमानत्वम्. वह्नी अभावस्य अविद्यमानत्वम् इत्युक्ते अभावः नास्ति इति अर्थः खलु. साध्य अभावः साध्यः अस्ति, साध्य अस्ति, सत्यं साध्यः अस्ति. यत्र व्याप्तिः अस्ति तत्र साध्यज्ञानं भवति खलु. तदा तदेव भिन्नरीत्या भ्रमात्मकम् अस्ति किञ्चित्, परन्तु पदच्छेदं करोति चेत् किञ्चित् स्पष्टं भवति. किन्तु वह्नि भवति व्यापकत्वं, न तु व्याप्यत्वं. न न अत्र यत्र व्याप्तिज्ञानं भवति, व्याप्तिज्ञानेन अत्र किं भवति? परामर्शज्ञानं भवति खलु. व्याप्तिज्ञानेन परामर्शज्ञानं भवति, तदनन्तरम् अत्र साध्यज्ञानमपि भवति. अस्तु, अस्तु अस्तु, तर्हि अग्रे भवती एव अस्तु. अत्र पुष्पा भगिनी पठतु, अनन्तरं सरला भगिनी वदति. म्यूट्. तर्हि गन्धं प्रति प्रति पृथ्वीत्वं कनि कारणम् इति चेत् पृथ्वीत्वे कारणतावत् अवच्छेदकं पृथ्वीत्वम् अर्थात् सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वं गन्धं प्रति पृथ्वी कारणम् इति कार्यकारणभावस्वीकारे कारणता अवच्छेदकं पृथ्वीत्वजातिः सा च एका एव. किन्तु कारणता अवच्छेदकं पृथ्वीत्वम् अस्ति चेत् कारणता अवच्छेदकधर्मे पदार्थानां बाहुल्यं वर्तते. बाहुल्यं वर्तते तत् विवरणं कर्तुं प्रयत्नं करोमि भगिनि. तर्हि गन्धं प्रति पृथ्वीत्वं कारणम् इति चेत् पृथ्वीत्वे कारणतावच्छेदकं पृथ्वीत्वं पृथ्वीतत्वं कारणता अवच्छेदकं पृथ्वीत्वे अस्ति. सम्यक्. अर्थात् सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वं तत् सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वं कथम् असमवेतत्वं न अत्र पश्यतु भगिनि, अत्र अत्र भवती पठतु, अनन्तरं सरला भगिनी वदति, यतोहि पूर्वस्मिन् वर्गे भवती न आसीत् खलु. न न तत्तु अर्थम् आगच्छति इति सम्यक् आगच्छति इति प्रयत्नं कृतं. सत्यं सत्यं सम्यक् एव भगिनि. इदानीम् अत्र सकलपृथ्वी समवेतत्वे सति पृथ्वी इतरसमवेतत्वम् इति पूर्वमेव वयं दृष्टवन्तः. हा हा न मया न दृष्टवन्तः. गन्धं प्रति पृथ्वी कारणम् इति कार्यकारण अभावस्वीकारे कारणतावच्छेदकं पृथ्वीत्वजातिः सा च एका एव. हा अत्र कार्यकारण अभाव न पृथ्वी गन्धं प्रति पृथ्वीकारणम् इति कार्यकारण भावस्वीकारे कारणतावच्छेदकं पृथ्वीत्वजातिः तत् अवगतं. सा च एका एव. हा गन्धं प्रति पृथ्वीकारणं कार्यकारणभावस्वीकारे कारणतावच्छेदकं पृथ्वीत्वजातिः एकः एव. द्वे अपि समाः सन्ति. स अस्ति सः न द्वे अपि एका एव अस्ति. द्वे किं गन्धं प्रति न पृथ्वी अत्र कारणतावच्छेदकं पृथ्वीत्वजातिः कारणतावच्छेदकम् अपि च पृथ्वीत्वमिति वा. हा हा पृथ्वीत्वजातिः तु पृथ्वीकारणं गन्धं प्रति पृथ्वीकारणं द्वे अपि. अस्तु अग्रे पठतु. किन्तु कारणतावच्छेदकं पृथ्वीत्वम् अस्ति चेत् कारणतावच्छेदकधर्मे पदार्थानां बाहुल्यं वर्तते. बाहुल्यम् इति वदनेन किमर्थम्? हा भगिनि अत्र अहं किं वदामि इत्युक्ते एकवारं सम्पूर्णतया पठतु अनन्तरं वदति. अस्तु अस्तु. प्रथमतया दलद्वयम् अस्ति. सकल पृथ्वी समवेतत्वं च पृथ्वीतर असमवेतत्वं च. तद्दलद्वयम् अपि पुनः गुरुभूतं प्रत्येकदलम् अनेकपदार्थ घटितम्. सकलपृथ्वी समवेतत्वे सकलपृथ्वी इति अन्तर्भूता. सकलपृथ्वी इत्यस्य कथनेन अनेकेषां पदार्थानां समाहारः. अग्रे वक्तव्यं यत् पदार्थत्रयं वर्तते सकलपृथ्वी समवेतत्वे साकल्यं पृथ्वी समवेतत्वं पृथ्वीतर असमवेतत्वम् इत्यस्य कथनेन पृथ्वी इतर असमवेता इति पुनः पदार्थत्रयम् आगतम्. अग्रे पृथ्वीतर असमवेतत्वम् इत्युक्ते तादृशसमवेतत्वाभावः जलादिसमवेतत्वाभावः जलसमवेतत्वाभावः तेजसमवेतत्वाभावः वायुसमवेतत्वाभावः इति अनेके पदार्थाः कारणतावच्छेदकाः भवन्ति. अपरैः शब्दैः वक्तुं शक्यते यत् पृथ्वीतरसमवेतत्वाभावः पृथ्वीतर डाश् अस्ति समवेतत्वाभावः एक एव. परन्तु अस्य अभावस्य प्रतियोगिनः बहवः सन्ति. प्रतियोगी पृथ्वीतरसमवेतत्वं तत्र अवच्छेदकपदार्थाः नाना पृथ्वीतराः जलं तेजः वायुः इत्यादयः शरीरकृतगौरवम् इत्यनेन बाहुल्यम् इत्यर्थः. सकलपृथ्वीसमवेतत्वे सति पृथ्वीतरसमवेतत्वरूपकारणतावच्छेदके पृथ्वीत्वरूपकारणतावच्छेदकस्य अपेक्षया शरीरकृतगौरवम् अस्ति, यतोहि पृथ्वीत्वम् इत्युक्तौ एक एव पदार्थः. अस्तु भगिनि, धन्यवादः. सरला भगिनी वदतु कृपया. अस्तु, इदानीम् अत्र चर्चा अस्ति अस्मिन् परिच्छेदे कथं पृथ्वी अपेक्षया पृथ्वीत्वं शरीर गौरवं भवति गन्धं प्रति कारणं. यदि वयं गन्धं प्रति कारणं पृथ्वीत्वं स्वीकुर्मः तत्र अवच्छेदकधर्म भवति पृथ्वीत्वं. अवच्छेदकधर्म यदि पृथ्वीत्वम् अस्ति अस्य एतत् सरलं भवति. किन्तु यदि पृथ्वीत्वं स्वीकुर्मः तस्मिन् आगच्छति अवच्छेदकधर्म पृथ्वीत्वं. अद्य पृथ्वीत्वं तस्य अन्यरीत्या यदि वदामः पृथ्वीत्वं किम् अस्ति तत् तस्य परिभाषा भवति सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वं. वयं पूर्वं पठितवन्तः सकलपृथ्वीसमवेतत्वे इत्युक्ते सकलपृथ्वीपदार्थाः यदा घट पट लेखिनी इति सर्वे तस्मिन् पृथ्वी तस्य अधिकरणं भवति समवायसम्बन्धेन. पदार्थेषु पृथ्वी पदार्थाः पृथ्व्यां भवति समवेतं. सो सकलपृथ्वीसमवेतत्वे सति पृथ्वीतरसमवेतत्वं. पृथ्वी विहाय अन्य ये द्रव्याः सन्ति यथा जल वायु तेज तस्मिन् पृथ्वी विहाय तस्मिन् तेषां पृथ्वी समवेतं नास्ति. पृथ्वी जले समवायसम्बन्धेन न भवति. अतः तस्य विवरणं भवति पृथ्वीतर असमवेतत्वम् इति. पुष्पा भगिनी, सम्यक् स्पष्टमस्ति पृथ्वीतर असमवेतत्वम्? अत्र इतर पृथ्वी इतर पृथ्वी विहाय पृथ्वीविना अन्या द्रव्याणि यथा जल तेज वायु इति. तस्मिन् पृथ्वी न भवति. सो पृथ्वी तेषां समवायसम्बन्धेन नास्ति. अत्र यदि समवायसम्बन्धेन नास्ति भवति असमवेतत्वम्. सो तेषां भवति पृथ्वी इतर असमवेत इति. अस्तु, सो तस् वदतु भगिनि. न वदतु भगिनि, भवतु. अस्तु, कारणता इदानीं कारणता अवच्छेदकधर्म वयं दृष्टवन्तः पृथ्वीत्वत्व पृथ्वीत्वे भवति. तस्य अन्यरीत्या यदि वदामः भवति सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम्. इदानीं वयं पश्यामः कथम् गौरवं भवति. कारणतावच्छेदकधर्म बाहुल्यम् अस्ति. तस्य यथा पृथ्वी त्वं केवलम् एकं पदम् अस्ति, पृथ्वी गन्धस्य कारणं पृथ्वी अस्ति, तस्मिन् पृथ्वीत्व अवच्छेदकधर्म एकं पदम् अस्ति. किन्तु इदानीं भवती सकल पृथ्वीतर समवेतत्व एकं दलं, द्वितीयदलं भवती पृथ्वीतर असमवेतत्वं, द्वे दले आगते अत्र तो तस्य वाक्यं दृष्ट्वा एवं बाहुल्यं गौरवं दृश्यते. द्वितीय एकदलं यदि स्वीकुर्मः तस्मिन् अपि बहवः पदानि सन्ति, बहवः अङ्गा अस्ति. सकल मीन्स् सकल साकल्यं, सकलपदार्थाः, पृथ्व्याः ये सकलपदार्थाः सन्ति, पृथ्वी अन्य पदम् अस्ति, समवेतम् अन्यद् त्रीणि पदानि तत्र अपि आगच्छति. सो एक अपेक्षया बहवः पदार्थाः तस्मिन् अस्ति. द्वितीयदलं यदि स्वीकुर्मः तस्मिन् अपि अस्ति त्रीणि दलानि, तस्मिन् अस्ति पृथ्वी इतर असमवेत. सो पुनः तत् अपि बहु गौरवं दृश्यते, तस्मिन् अपि गौरवम् इति दृश्यते. सो अग्रे पृथ्वीतर असमवेतत्वम् इत्युक्ते तादृशसमवेतत्व अभाव जलादि समवेतत्व अभाव. यदि पृथ्वी इतर वयं स्वीकुर्मः तस्मिन् अपि न केवलम् एकं पदार्थं किन्तु बहवः पदार्थाः तस्य प्रतियोगी भवन्ति. यथा जलसमवेतभावः यदि अस्ति तस्मिन् पृथ्वीतरसमवेतभावः भवति, जलसमवेतभावः भगिनी न श्रूयते. हरि ओम् भगिनि. भगिनी अत्र बाहुल्यम् इत्यर्थः इति वदनेन किमर्थं न सम्यक्? बाहुल्यम् इत्युक्ते अत्र बहूनां पदार्थानां समावेशः, बाहुल्यं पदार्थानां बाहुल्यम् अस्ति. बहु इत्यस्म बहु इत्यस्य भावः अस्ति बाहुल्यं, बहुल इत्यस्य भावः अस्ति बाहुल्यं. हा हा, इदे इदानीं दृष्टं न बहुल बहु व्याकरण सत्यं सत्यं. सरला भगिनी अस्ति वा? न श्रूयते भगिनी. अस्तु, अत्र सावित्री भगिनी भवती समापयति वा? अत्र यथा सा उक्तवती इदानीं पृथ्वीत्वस्य स्वीकारे बाहुल्यं भवति, अपि च तस्य कीदृशम् अस्ति कारणतावच्छेदकः इति वदामः चेत् बहूनां पदार्थानां सङ्ग्रहः भवति, तदर्थं तत्र बाहुल्यं भवति, शरीरकृतगौरवं भवति. पृथ्वीत्वम् इत्युक्ते एकः एव पदार्थः, एकः एव जातिः, तत्र लाघवं भवति, तदेव अस्माभिः इष्टम् इति. सत्यम्. अत्र अप्रैः शब्दैः वक्तुं शक्यते यत् पृथ्वीतरसमवेतत्वभावः एकः एव, परन्तु अस्य अभावस्य प्रतियोगिनः बहवः. तस्मिन् विषये किञ्चित् वदतु. अत्र अन्तिमपरिचय अन्तिम अत्र अपरैः शब्दैः अपरैः शब्दैः वक्तुं शक्यते यत् पृथ्वीतरसमवेतत्वाभावः एकः एव, परन्तु अस्य अभावस्य प्रतियोगिनः बहवः सन्ति. अत्र पृथिवी इतरसमवेतत्वाभावः, पृथिवी इतर इत्युक्ते अन्ये पदार्थाः अन्ये द्रव्यमेव नास्ति, अन्ये पदार्थाः अपि, जलं वा वायुः वा यत्किमपि भवतु, पृथिवी इतर समवेतत्वाभावः इत्युक्ते एकः एव इति पदार्थः नास्ति, एकः एव वाक्यगुच्छः इति वदामः, परन्तु तस्मिन् अभावे, यतोहि अभावः एकः एव, तस्य अभावस्य प्रतियोगिनः बहुत्र भवितुम् अर्हन्ति, यथा जले वा तेजसि वा अभावे वा सर्वत्र भवितुम् अर्हति इति वा भगिनि? अत्र अत्र जलम् इति, जलमिति कस्य प्रतियोगी अत्र? जलम् इति पृथिवी इतर अभावस्य, पृथिवी इतर इत्युक्ते जलं, पृथिवी इतर समवेतत्वाभावः इत्युक्ते यः जले जलत्वम् अस्ति, पृथ्वी इतर समवेतत्व अभावः, पृथ्वी इतर समवेतत्व अभावः इत्युक्ते अत्र एकं यतोहि इत्युक्ते अत्र यत्किमपि जले समवेतत्वं भवितुमर्हति तस्य अभावः इति वा? सत्यम्, अत्र इदानीम् अत्र जलम् इति स्वीकृत्य, जलं स्वस्मिन् अस्ति, अपि च जलं स्वस्य अवयवेषु समवायेन अस्ति, अतः जले समवेतत्वम् अस्ति, अतः पृथ्वी इतरसमवेतत्वम् इदानीं जले अस्ति, तर्हि जलम् एव प्रतियोगी, पृथ्वी इतरसमवेतत्वाभावस्य प्रतियोगी अस्ति जलम्, एवमेव तेजः वायुः अपि. जलं स्वस्मिन् अस्ति अपि च तस्य अवयवेषु वर्तते, अस्तु इति कृत्वा शरीरकृत इदानीम् अत्र पृथ्वीत्वस्य स्वरूपलक्षणे शरीरकृतगौरवम् अस्ति, यतोहि अत्र बहूनां पदार्थानां बाहुल्यं वर्तते, अत्र प्रथमतया दलद्वयं, प्रत्येकस्मिन् दले त्रीणि पदानि, अत्र त्रीणि पदानि तत्र तत्र बहूनां पदार्थानां ग्रहणं भवति उभयत्र द्वयोः दलयोः इति कृत्वा शरीरकृतगौरवं, शरीरम् इत्युक्ते कारणतावच्छेदकम् अत्र, अस्तु. अत्र अन्तिमवाक्यमस्ति भगिनी, अत्र सावित्री भगिनी, अत्र सकलपृथ्वी समवेतत्वे सति पृथ्वी इतर असमवेतत्वरूप पृथ्वीत्वरूपकारणतावच्छेदके इति तद् अस्तु अस्तु. अत्र पुनः सकलपृथिवी समवेतत्वे सति पृथिवी इतर असमवेतत्वरूपपृथिवीत्वरूपकारणतावच्छेदके इत्युक्ते अत्र एतत् सर्वं यदि यदिदानीमेव दृष्टं बहु शरीरकृतगौरवम् इति उक्तं तस्मिन् अथवा कामा अस्ति पृथिवीत्वरूपकारणतावच्छेदकस्य अपेक्षया शरीरकृतगौरवम्. इदानीं प्रथमं तु पृथिवीत्वरूपस्य विवरणं, द्वितीयं पृथिवीत्वस्य विवरणं, पृथिवीत्वस्य अपेक्षया पृथिवीत्वस्य पृथिवीत्वरूपकारणतावच्छेदक इत्युक्ते पृथिवी इति पदार्थं स्वीकुर्मः चेत् तस्य कारणतावच्छेदकः भवति पृथिवीत्वं, पृथिवीत्वस्य कारणतावच्छेदकः प्रथमं, द्वितीयं पृथिवी इत्यस्य कारणता अवच्छेदकः, द्वयोः मध्ये पृथ्वीत्वरूपकारणतावच्छेदकस्य अपेक्षया शरीरकृतगौरवम् अस्ति इत्युक्ते पुनः प्रथमं पृथिवी एव कारणम् इति स्वीकुर्मः चेत् पृथ्वीत्वम् इति कारणतावच्छेदकः भवति, पृथ्वीत्वं कारणम् इति स्वीकुर्मः चेत् तस्य कारणतावच्छेदकं भवति पृथ्वीत्वम्. इदानीं अन्तिमवाक्ये लिखितमस्ति पृथ्वीत्वरूपकारणतावच्छेदकस्य अपेक्षया शरीरकृतगौरवं प्रथम पदगुच्छे अस्ति, इत्युक्ते सकलपृथिवी समवेतत्वे सति पृथिवीतर असमवेतत्वरूपे अस्ति, कारणतावच्छेदके अस्ति. सत् समीचीनं समीचीनं सम्यक् भगिनि. सरला भगिनी मध्ये भवत्याः ध्वनिन श्रुतम्. ओ अहं न जानामि कथं पुनः प्रायः हेड्सेट् मध्ये किञ्चित् क्लेशः भवितुम् अर्हति भगिनि. भगिनी भगिनी इण्टर्नेट् यु शुड् कम् आन् इण्टर्नेट् इट्स् बेटर् फर् यु इण्टर्नेट् विल् हेल्प् यु इन्स्टेड् आफ़् कमिङ्ग् आन् द फोन् इण्टर्नेट् विल् बि बेटर् ईजियर् फर् यु ओके सरला भगिनि अस्तु अग्रे राजेन्द्रमहोदय कृपया पठतु. आम् भगिनि अधुना कश्चन प्रश्नः उदेति सकलपृथ्वी संवेतत्वे सति पृथ्वीतर असंवेतत्वम् इति कस्य लक्षणवाक्यं पृथ्वीत्वस्य वा पृथ्वीत्वस्य वा. इदानीं पूर्वस्मिन् परिच्छेदे यथा भगिनी उक्तवती तत्र पृथ्वी गन्धं प्रति पृथ्वी यदा कारणम् अस्ति तत्र कार्यकारणभावः यथा स्वीकुर्मः तत्र कारणतावच्छेदकधर्मः पृथ्वीत्वम् अस्ति यस्मिन् लाघवम् अस्ति अपि च यथा कारणतावच्छेदकधर्मः पृथ्वीत्वं स्वीकुर्मः चेत् तस्मिन् गौरवम् अस्ति. इदानीम् अधुना प्रश्नः उदेति सकलपृथ्वी संवेतत्वे सति पृथ्वीतर असंवेतत्वं कस्य लक्षणं भवति तादृशी वाक्यम् अस्य पृथ्वीत्वस्य कारणतावच्छेदक पृथ्वीत्वमस्ति तस्य लक्षणवाक्यं भवति अथवा च पृथ्वीत्वस्य लक्षणवाक्यं भवति तत् अग्रे परिशीलयामः. अस्य अवगमनार्थं क्रमेण भगिनी सम्यक् अस्ति वा तत् सम्यक् महोदय सम्यक् अग्रे पठतु सम्यक् अवगमनार्थं क्रमेण पश्येम पृथ्व्याः लक्षणं किं गन्धवत्वं पृथ्व्याः लक्षणं पृथ्व्यां विद्यमान असाधारणधर्मः गन्धवत्वम् एवमेव पृथ्वीत्वे विद्यमानधर्मः सकलपृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं परन्तु अस्माकं मूलप्रश्नः कः आसीत् गन्धं प्रति पृथ्वीत्वं कारणम् इति चेत् तस्मिन् विद्यमानयाः कारणतायाः अवच्छेदकधर्मः पृथ्वीत्वं तच्च पृथ्वीत्वं कीदृशम् इति प्रश्नः. तस्य एव उत्तरे उक्तं सकलपृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं असंवेतत्वं तर्हि इदं वाक्यं कस्य वर्णः पृथ्वीत्वस्य वा पृथ्वीत्वस्य वा. इदानीं पुनः सः एव प्रश्नः पुनः आगच्छति पृथ्व्याः लक्षणं किं वयं जानीमः गन्धत्वं पृथ्व्याः लक्षणम् अस्ति यथा तद् भवति पृथ्व्यां विद्यमान गन्धत्वम् इत्युक्ते तस्य पृथ्व्यां विद्यमान असाधारणधर्मः अस्ति अस्ति गन्धत्वम् इति नास्ति खलु महोदय गन्धवत्वं गन्धवत्वम् ओ गन्धत्वम् आम् क्षम्यतां भगिनि गन्धवत्वम् असाधारणधर्मः पृथ्व्यां विद्यमान असाधारणधर्मः गन्धवत्वम् अस्ति एवमेव पृथ्वीत्वे विद्यमानः धर्मः सकलपृथ्वी संवेतत्वे सति पृथ्वीतर असंवेतत्वम् इदानीमपि पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः पृथ्वीत्वे यः विद्यमानधर्मः अस्ति सः सकलपृथ्वी संवेतत्वे सति सर्वेषु सर्वपृथ्वी द्रव्येषु तस्य संवेत् समायसम्बन्धेन अस्ति अपि च तस्य पृथ्वी इतर पृथ्वी विहाय अन्य द्रव्येषु तत् समवायसम्बन्धेन न अस्ति तस्मिन् असंवेतत्वं यथा जलवायु इति पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः. परन्तु अस्माकं मूलप्रश्नः आसीत् गन्धं प्रति पृथ्वीत्वं कारणम् इति चेत् तस्मिन् विद्यमानायाः कारणतया अवच्छेदकधर्मः पृथ्वीत्वं तच्च पृथ्वीत्वं कीदृशम् इति प्रश्नः. गन्धं प्रति यदि पृथ्वीत्वं कारणमस्ति चेत् तस्मिन् तत् पृथ्वीत्व यः विद्यमान धर्मः अस्ति, पृथ्वीत्वं औच्छेदकधर्मः अस्ति, तच्च तत् पृथ्वीत्वं कीदृशम् अस्ति, सः एव प्रश्नः अस्ति इदानीं. तस्य एव उत्तरे उक्तं सकलपृथ्वी संवेतत्वे, तस्य यः यथा पूर्वम् अस्माभिः पठितं तत् लक्षणवाक्यम् अस्ति आसीत् तत् सकलपृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं. तर्हि इदं वाक्यं कस्य कारणमस्ति? यः सकलपृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं, सः लक्षणवाक्यं कस्य वर्णनं करोति? पृथ्वीत्वस्य वा अपि च अथवा पृथ्वीत्वस्य वर्णनं करोति? लक्षणवाक्यम् अस्ति तत् अग्रे आयास्यति. सत्यं, समीचीनं महोदय. अस्तु, अग्रे सावित्री भगिनी पठति वा? स्मर्यतां यत् लक्षणवाक्यं द्विविधं, तटस्थलक्षणं स्वरूपलक्षणं च. तटस्थलक्षणे लक्ष्यं षष्टिविभक्तौ, लक्षणं प्रथमाविभक्तौ, गन्धवत्वं पृथिव्याः लक्षणं. स्वरूपलक्षणे लक्ष्यलक्षणयोः समानविभक्तिकत्वम्, उभयं प्रथमाविभक्तौ भवति. व्याप्तिः साध्याभाववत् अवृत्तित्वं, लक्ष्यलक्षणयोः समानविभक्तिकत्वं भवति चेत् तयोः आधाराधेयभावः न बुध्यते. द्वयोः आधाराधेयभावस्य प्रकटीकरणार्थं तटस्थलक्षणम् अपेक्षितम्. तदर्थं पूर्वमेव अस्माभिः अवलोकितं यत् द्वयोः लक्षणवाक्ययोः मध्ये तटस्थलक्षणं समीचीनम्. इदानीं पूर्वमपि वयं दृष्टवन्तः तटस्थलक्षणम् अपि च स्वरूपलक्षणम् इति द्विविधं भवति, लक्षणस्य द्वैविध्यं भवति. तटस्थलक्षणे लक्ष्यं षष्टिविभक्तौ, लक्षणं प्रथमाविभक्तौ. यथा सर्वदा वयं पश्यामः गन्धवत्वं पृथिव्याः लक्षणम्, अत्र गन्धवत्वम् इति प्रथमाविभक्तौ, पृथिव्याः इति षष्टिविभक्तौ. गन्धवत्वम् इति लक्षणं, पृथिव्याः इति लक्ष्यं, पृथिवी इति लक्ष्यं, पृथिव्याः इति षष्टिविभक्तिः. तदेव तटस्थलक्षणं. स्वरूपलक्षणं कथं भवति चेत् द्वयोः लक्ष्यलक्षणयोः समानविभक्तिकत्वम् अपि च प्रथमाविभक्तौ भवतः. व्याप्तिः साध्याभाववत् अवृत्तित्वम्, अत्र व्याप्तिः अपि च साध्याभाववत् अवृत्तित्वं द्वयोः प्रथमाविभक्तौ, लक्ष्यलक्षणयोः, लक्ष्य इति लक्ष्यप्रायः व्याप्तिः, साध्याभाववत् अवृत्तित्वम् इति लक्षणं, द्वयोः समानविभक्तिकत्वं भवति चेत् तयोः, यथा वयं प्रथमाविभक्ति भवति चेत् आधार अधेयभावः न वक्तुं शक्यते. वृत्तिः इत्यपि आधेयस्य विवरणं, परन्तु यत्र द्वयोः समानविभक्तौ स्तः अपि च प्रथमाविभक्तौ स्तः, तत्र कः कस्मिन् अस्ति इति न वक्तुं शक्यते, अथवा आधार आधेयभावः न दृश्यते. द्वयोः आधार आधेयभावस्य प्रकटीकरणार्थं तटस्थलक्षणम् अपेक्षितम्. पूर्वम् अपि वयं दृष्टवन्तः यत्र आधार आधेयभावः दृश्यते तत्र एव सम्यक्तया लक्षणं वक्तुं शक्नुमः इति. तदर्थमेव षष्टिविभक्तौ अपि च प्रथमाविभक्तौ प्रकटीकृतवन्तः तदानीं. तदर्थं पूर्वमेव अस्माभिः अवलोकितं यत् द्वयोः लक्षणवाक्ययोः मध्ये तटस्थलक्षणमेव समीचीनम् इति. पुनः तदेव लिखितमस्ति. सम्यक् भगिनि, समीचीनमस्ति. कोऽपि प्रश्नः वा अत्र? स्पष्टमस्ति खलु? अस्तु, अग्रे सरला भगिनि. साधारणतया लक्ष्य एव लक्षणस्य समन्वयं कृत्वा प्रदर्शयामः. पृथ्व्यां गन्धवत्त्वम् एतादृशचिन्तनमेव इष्टम् इष्टं. श्रूयते वा? न श्रूयते भगिनि, मध्ये न श्रुतं, किञ्चित् न श्रुतम्. अस्तु, पुनः वदतु. साधारणतया लक्ष्ये एव लक्षणस्य समन्वयं कृत्वा प्रदर्शयामः. पृथ्व्यां गन्धवत्त्वम् एतादृशचिन्तनमेव इष्टं यत्र सम्भवति, परन्तु कुत्रचित् तथा कर्तुं न शक्यते. यथा समानाधिकरणस्य लक्षणं, तस्य समन्वय समानाधिकरणे कृत्वा दर्शयितुं न शक्यते. तद् अधिकरणवृत्तित्वम् इति लक्षणं कुत्र समन्वयं कर्तुं शक्यते? समानाधिकरणे द्रव्ये लक्षणसमन्वयं कर्तुं शक्यते. यथा घटसमानाधिकरणः पट इति वदामश्चेत् घटस्य अधिकरणे वृत्तित्वम् अस्ति पटे, इति पटे समन्वयं कृत्वा दर्शयामः. एतादृशलक्षणं स्वरूपलक्षणम् इति उच्यते. साधारणतया यदि वयं तटस्य लक्षणं वदामः, वयं षष्ठीविभक्ति प्रथमाविभक्ति लक्ष्ये षष्ठीविभक्ति भवति, लक्षणस्य प्रथमाविभक्ति भवति. उदाहरणमस्ति पृथिव्यां गन्धवत्त्वम्. एतादृशचिन्तनं यदि कुर्मः आधार अधेयभाव स्पष्टं भवति. किन्तु कस्मिंश्चित् एतत् भावं न स्वीकर्तुं शक्नुमः. यथा समानाधिकरण, तस्य लक्षणं वयं न वक्तुं शक्नुमः. समानाधिकरणे लक्षणम् अस्ति, यथा उदाहरणमस्ति समान अधिकरणम् इत्युक्ते तद् अधिकरणवृत्तित्वम्. तस्य समन्वय समान अधिकरणे न भवति, कारणं कि यथा उदाहरणमस्ति घटसमानाधिकरणपट. यथा महोदय उक्तवान् भूतलं, भूतले घट अस्ति, भूतले पट अपि अस्ति. समानाधिकरणभूतले घट तदधिकरणवृत्तित्वं भवति घटे वा पटे. तदधिकरणं तस्य अधिकरणं पटस्य अधिकरणम् अस्ति भूतलं, तस्मिन् पटे अस्ति तस्य वृत्तित्वं आधेयता अस्ति. तत् सो इदानीं समान अधिकरणे वयं न वक्तुं शक्नुमः तत् अधिकरणवृत्तित्वं भवति. तत् अस्ति अतः घटसमानाधिकरणं वा तत् अधिकरणवृत्तित्वं केवलं स्वरूपलक्षणं भवति, न तु तटस्थलक्षणं भवति. सत्यम्. अत्र स्पष्टमस्ति वा? घटसमानाधिकरणः पटः इति अस्ति चेत् तत्र स्पष्टमस्ति वा? भवती पुनः वदतु. भगिनि तटस्थलक्षणम् इति वदनेन किम् अर्थम् इति वदतु भगिनि. तटस्थलक्षणं तदेव अत्र गन्धवत्वं पृथ्व्याः लक्षणम् इति अस्ति खलु. तत्र लक्ष्यम् अस्ति पृथ्वी, लक्षणमस्ति गन्धवत्वम्. अत्र गन्धवत्वं कुत्र भवति इति चेत् पृथ्व्यां भवति. यत्र आधारादेयभावः स्पष्टः भवति तत्र तटस्थलक्षणम् इति वदामः. अत्र अत्र घट्टसमानाधिकरणः पटः इति वदामः चेत् अत्र पटः कीदृशः इति पृच्छामः चेत् घटसमानाधिकरणः. यथा भगिनी उक्तवती अत्र उदाहरणमस्ति घटः भूतले अस्ति, पटः अपि तस्मिन्नेव अधिकरणे अस्ति. तर्हि इदानीं वक्तुं शक्नुमः पटे त तादृशवृत्तित्वम् अस्ति, तस्मिन् अधिकरणे वृत्तित्वं विद्यमानत्वम् इति पटे अस्ति. घटसमानाधिकरणः पटः इति स्वरूपलक्षणम् अस्ति, न तु तटस्थलक्षणम्. अस्तु भगिनि, अस्तु महोदय. राजेन्द्रमहोदय स्पष्टं वा? किञ्चित् भगिनि पुनः वदतु, तत् किञ्चित् क्लेशः अस्ति तत् भूतलमिति अधिकरणम् अस्ति. घटः अपि तस्मिन् अधिकरणे अस्ति. यस्मिन् अधिकरणे घटः अस्ति तस्मिन् एव अधिकरणे पटः अपि अस्ति. तर्हि पटे तादृशवृत्तित्वम् अस्ति, घटसमानाधिकरणवृत्तित्वं पटे अस्ति. इत्युक्ते अत्र साधारणतया वक्तुं वदामः चेत् यस्मिन् अधिकरणे घटः अस्ति तस्मिन्नेव अधिकरणे पटः अपि अस्ति. इत्युक्ते पटे तादृशवृत्तित्वम् अस्ति, विद्यमानत्वम् अस्ति. अथवा अत्र विपरीतरीत्या अपि वक्तुं शक्नुमः, पटसमानाधिकरणः घटः इति अपि वक्तुं शक्नुमः. इत्युक्ते घटे तस्मिन्नेव अधिकरणे वृत्तित्वं विद्यमानत्वम् अस्ति. इत्युक्ते पटः तत् इत्युक्ते एषः अपि तस्मिन् अधिकरणे अस्ति, तदधिकरणवृत्तित्वम्. अवगच्छति वा? आम् आम् आम् आम्. इदानीम् किञ्चित् वदामि. यथा तटस्थ लक्षणम् अस्ति, तत्र तु षष्टिविभक्तिः अस्ति. तत् लक्षणं लक्ष्ये अस्ति. तत् कारणात् तत् तटस्थ लक्षणं वदामः. परन्तु यथा वदामः अत्र घटः भूतले घटमपि अस्ति, पटः अपि अस्ति, घटः अपि अस्ति, पटः अपि अस्ति. तत्र तु कोऽपि कस्मिन् अस्ति, घटः पटे न अस्ति, पटः घटे न अस्ति. परन्तु द्वौ तत्र समानधिकरणं तत्र भवति. यथा भूतले घटः अपि अस्ति, पटः अपि अस्ति, तस्य तादृशी तत् लक्षणं, स्वरूपलक्षणं लक्षणं वदामः. एवं सत्यं सत्यम्. अत्र भूतले एव वयम् अधिकरणम् इति स्वीकृत्य भूतले एव समन्वय कर्तुं शक्नुमः. भूतलम् अधिकरणम् अस्ति, पटे समन्वयं कर्तुं न शक्नुमः. अतः घटसमानाधिकरणः पटः इति स्वरूपलक्षणम् अस्ति. इदानीं स्पष्टं जातं. सम्यक् अस्ति भवानेव भगिनि. यदि वयं षष्ठी विभक्ति उपज्य कुर्मः किं भवति? समानाधिकरण पटः भवति, घटे आगच्छति तत्र, अस्तु? घटे नागच्छति, भूतले एव आगच्छति. समानाधिकरणे द्रव्ये एव वयं समन्वयं कर्तुं शक्नुमः. यत्र इदानीमत्र समानाधिकरणस्य लक्षणमस्ति, स्वरूपलक्षणं. समानाधिकरणस्य स्वरूपलक्षणमस्ति तदधिकरणवृत्तित्वम् इति. कुत्र समन्वयं कर्तुं शक्नुमः इत्युक्ते द्रव्ये, समानाधिकरणद्रव्ये. अत्र समानाधिकरणद्रव्यमस्ति भूतलम्, यतोहि घटः अपि भूतले अस्ति, पटः अपि भूतले अस्ति, तदेव समानाधिकरणम् अस्ति. तस्मिन् एव समन्वयं कर्तुं शक्नुमः. अस्तु. सो यदि भूतले भवति, यदि अहं वदामि भूतले अस्ति भूतलत्वम् इति, कः अधिकरणवृत्तित्वं न भवति? भूतले भूतलत्वम् इति वदति वा? भूतले भूतलत्वम् इति जातिः इति वदति. भूतले भूतलत्वम् इति जातिः खलु भगिनि? भूतल अधिकरणतः अस्ति वा, भूतलत्वम् अस्ति, तत् न भवति समानाधिकरणे, भिन्नवार्ता भिन्नवार्ता अस्ति. तत्र जातिः इति न विषयः अस्ति. इदानीम् अत्र पदार्थद्वयम् अस्ति, द्वयोः अधिकरणम् अस्ति भूतलम् इति कृत्वा भूतले समन्वयं कर्तुं शक्नुमः. भूतले एव अत्र तटस्थलक्षणं कर्तुं शक्नुमः, न तु घटे वा पटे वा. अस्तु, अग्रे अस्ति भगिनि. अत्र इति पटे समन्वयं कर्तुं दर्शयामः इति अस्ति. पटे समन्वयं कृत्वा दर्शयामः. अस्तु. घटसमानाधिकरणे द्रव्य इत्युक्ते समानाधिकरणे द्विवचने घटे पटे च इति मम अर्थः, मम अवगमनं. घटसमानाधिकरणः पटः, तत्र तु घटसमानाधिकरणः पटः इति स्वरूपलक्षणम् अस्ति. घटस्य अधिकरणे वृत्तित्वम् अस्ति पटे इति, पटे समन्वयं कर्तुं पटः एव अत्र समानाधिकरणद्रव्यम् इति कृत्वा समानाधिकरणद्रव्ये पटे समन्वयं कृत्वा दर्शयितुं शक्नुमः. सत्यं, पटे अपि दर्शयितुं शक्नुमः, भूतले अपि दर्शयितुं शक्नुमः खलु. न, न, तदेव अस्ति अत्र, भूतले न कर्तुं शक्नुमः इति मम अवगमनं. घटे पटस्य अधिकरणवृत्तित्वं घटे, घटस्य अधिकरणवृत्तित्वं पटे, परन्तु द्वयोः द्रव्ये एव, द्वयोः द्रव्ये एव समन्वयं कर्तुं शक्नुमः. अधिकरणे किमपि न वक्तुं शक्नुमः. अधिकरणं तु समान अधिकरणम् अस्ति तावदेव इति. सत्यं, सत्यं, सत्यं भगिनि, समीचीनं, सत्यमस्ति. सत्यं, भूतले न दर्शयितुं शक्नुमः, परन्तु अत्र समानाधिकरणद्रव्यं पटे अस्ति अत्र. सत्यं, पुनः एकवारं वदतु. अत्र समानाधिकरणम् अस्ति, यत्किमपि भवतु, भूतलं वा यत्किमपि भवतु, समानाधिकरणद्रव्ये स्तः घटम् अपि च पटः. घटस्य अधिकरणे वृत्तित्वम् अस्ति पटे इत्युक्ते घटस्य अधिकरणे भूतलं भवतु, अत्र वृत्तित्वम् अस्ति पटे, पुनः पटस्य अधिकरणे वृत्तित्वम् अस्ति घटे इत्युक्ते घटे अपि च पटे समन्वयं कर्तुं शक्नुमः. समानाधिकरण समन्वयं कर्तुं शक्नुमः घटे अपि च पटे, न तु भूतले इति. सत्यं, सत्यं, सत्यं भगिनि, समीचीनं, सत्यमेव, सत्यमेव. सरला भगिनी, स्पष्टमस्ति वा इदानीम्? आमाम् आमां भगिनि. हा हा, अस्तु, समीचीनं. तत्र कथं कथं भवति साध्यव्याप्ति, साध्याभाववृत्तित्वं समानाधिकरणं? साध्याभाव भिन्नविषयः भगिनि. व्याप्तिः साध्याभाववत् अवृत्तित्वम् इति एकस्य विवरणं द्वितीये दृश्यते. तत्र पुनः द्वयोः प्रथमाविभक्तिरूपम्. एतद् मम अवगमनम्, अहं सम्यक् न जानामि, परन्तु तत्र समानाधिकरणविषयः नास्ति. सत्यं भगिनि, समानाधिकरणवृत्तित्वम् आगच्छति न? न न न न, तद् अन्यत् उदाहरणं. तत्र तदधिकरणवृत्तित्वम् इति अन्यत् उदाहरणम्. अत्र उदाहरणद्वयम् अस्ति. प्रथमम् अत्र व्याप्यत्वं, व्याप्यत्वं साध्याभाव अवृत्तित्वम् इति एकम् उदाहरणं, तत्रापि स्वरूपलक्षणम्. अन्यत् उदाहरणमस्ति समानाधिकरणत्वम्. उदाहरणद्वयं भिन्न उदाहरणमस्ति भगिनि. अस्तु, अस्तु, अग्रे अत्र राजेन्द्रमहोदय पठतु. भवानेव पठितवान् खलु इदानीं? न, सरला भगिनी, भवान् पठतु. अस्तु, पृथ्वीतौ पृथ्वीतौ तयोः अस्मिन् प्रसङ्गे अग्रे गमनात् प्राक् प्रथमतया वक्तव्यं यत् अत्र केचन विवादस्पन्दः अंशाः वर्तन्ते. लक्षणशब्दस्य कथनेन अथवा असाधारणशब्दस्य कथनेन सङ्केतः दीयते यत् अयं धर्मः प्रकृतौ एव लभ्यते, अन्यत्र न लभ्यते. सम्प्रति अस्माकं प्रकृतधर्मः केवलम् अत्र, अन्यत्र नास्ति इति स्वीकुर्मः. तद् आधारेण सिद्धान्तः स्पष्टो भवति. तदा पुनः अन्यत्र अस्ति न वा इति विषये परिशीलयामः. तर्हि पृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं पृथ्वीत्वे, अपि च पृथ्वीत्वं तादृशम् इति कृत्वा सकलपृथ्वीसंवेतत्वे सति पृथ्वी इतर असंवेतत्वम् इति पृथ्वीत्वस्य लक्षणं. पृथ्वीत्वस्य असाधारण धर्मः, स च असाधारणधर्मः पृथ्वीत्वे. तस्य नामकरणं च पृथ्वीतत्वम् इत्युक्ते पृथ्वीतत्वम् आदृशं नाम पृथ्वीतत्वस्य कृते इदमेव लक्षणवाक्यं स्वरूप लक्षणम् इदानीम् अस्मिन् पृथ्वीतत्वयोः अस्मिन् प्रसङ्गे किञ्चित् तत्तु जानीमः विवादस्पन्द अंशाः वर्तन्ते तत् स्पष्टीकरणार्थं तत् किञ्चित् अत्र लिखितमस्ति तत्पूर्वं लक्षणशब्दस्य कथनेन यथा वयं वदामः गन्धवती पृथ्वी गन्धत्वं तत् लक्षणमस्ति पृथ्व्याः तत्र असाधारण शब्द कथनेन शब्दस्य कथनेन तत् सङ्केतः दीयते यः धर्मः अस्ति गन्धत्वं यः धर्मः अस्ति तस्य पृथिव्यां सः प्रकृतौ एव लभ्यते पृथिव्यामेव लभ्यते अन्यत्र कुत्रापि न लभ्यते अस्मिन् उदाहरणे सम्प्रति अस्माकं प्रकृतधर्मः केवलम् अत्र अन्यत् नास्ति इति स्वीकुर्मः तस्मिन् प्रकृतौ एव यथा पूर्वम् उक्तं प्रकृतौ एव लभ्यते अस्माकं यः प्रकृतधर्मः अस्ति सः तस्मिन् एव प्रकृतौ लभ्यते अन्यत् कुत्रापि न अस्ति तत् स्वीकुर्मः चेत् तद् आधारेण सिद्धान्तः स्पष्टः भविष्यति अस्माकं कृते तदा पुनः अन्यत् अस्ति न वा इति विषये परिशीलयामः तादृश तत् धर्मः अन्यत् कुत्रापि अस्ति वा न तत् अग्रे परिशीलयामः तर्हि पृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं पृथ्वीत्वे संवायसम्बन्धेन पृथ्व्यां यः अस्ति अपि च पृथ्वीविहाय अन्यत्र संवेद सम्बन्धेन न वर्तते सः एव तत् असाधारण लक्षणवाक्यं भवति पृथ्वीत्वे तस्य लक्षणवाक्यं भवति तत्र यथा गन्धस्य पृथ्व्यां गन्धः अस्ति सः तस्य कारणतावच्छेदकधर्मः पृथ्वीत्वम् अस्ति अस्ति तत् यथा पृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं वदामः सः पृथ्वीत्वस्य लक्षणवाक्यं भवति अपि च पृथ्वीत्वं तादृशं परन्तु अत्र मम चिन्तयामि तत् विवादस्पन्द अंशः सः एव अस्ति यत् पृथ्वीत्वं यद् अपि तादृशम् एव अस्ति यथा तस्य लक्षणवाक्यमस्ति सकलपृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वम् इति पृथ्वीत्वस्य लक्षणं पृथ्वीत्वस्य असाधारण अत्र विवादास्पदं किं विवादास्पदं किं न नासीत् तथा न आसीत् तथैव किञ्चित् तिष्ठामि अत्र न अत्र तु पृथ्वीत्वे पृथ्वी संवेते अस्ति पृथ्वीत असंवेतत्वं पृथ्वीत्वे अस्ति अपि च पृथ्वीत्वं तादृशं तत् पृथ्वीत्वं तस्य लक्षणवाक्यं तत् अस्ति तत् पृथ्वीत्वं अपि तादृशम् एव लक्षणवाक्यमस्ति एवं वा भगिनि न अत्र पश्यतु महोदय अत्र अग्रे पठामः चेत् स्पष्टं भवति परन्तु अत्र विवादास्पदं किम् इति चेत् अत्र पृथ्वीत्वं इत्यस्य स्वरूपलक्षणमेव सकलपृथ्वी समवेतत्वे सति पृथ्वी इतर असमवेतत्वम् इति तादृशस्वरूपलक्षणं लक्षणम् इति वदामः चेत् तत्र असाधारणधर्मः इति एव भवति खलु लक्षणम् इति वदामः इत्युक्ते तादृशधर्मः अन्यत्र कुत्रापि न स्यात् केवलं पृथ्वीत्वे तादृशधर्मः स्यात् परन्तु अत्र तथा नास्ति खलु अत्र यथा वयं पूर्वं दृष्टवन्तः अत्र पृथ्वी न केवलं पृथ्वीत्वं सकलपृथ्वी समवेतत्वे सति पृथ्वी इतर असमवेतत्वम् अपि च गन्धे अपि अतिव्याप्तिः भवति इति उक्तं खलु गन्धस्य लक्षणं पश्यामः चेत् तत्रापि सकलपृथ्वी समवेतत्वम् अस्ति पृथ्वी इतर असमवेतत्वमपि अस्ति अतः अतिव्याप्तिः अतः कथं वा वक्तुं शक्नुमः अत्र लक्षणम् इति कथं वक्तुं शक्नुमः इति एव प्रश्नः. अत्र लक्षणम् अथवा असाधारणधर्मः इत्युक्ते केवलं पृथ्वीत्वे एव भवेत्, परन्तु अत्र एतादृशधर्मः अन्यत्रापि अस्ति खलु, गन्धे अपि अस्ति, अतः अतिव्याप्तिः भवति. अतः तस्मिन्नेव विषये विवादास्पदम्. अत्र लक्षणपदम् उचितं न वा? स च असाधारणधर्मः पृथ्वीत्वे, तस्य नामकरणं च पृथ्वीत्वं. पृथ्वीत्वे यः धर्मः अस्ति, पृथ्वीत्वं धर्मः अस्ति, सः तस्य असाधारणधर्मः इत्युक्ते पृथ्वीत्वं तादृशं. पृथ्वीत्वं इत्युक्ते सकलपृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं भगिनि? सत्यं सत्यं, पृथ्वीत्वम् इति धर्मः अस्ति, तस्य एव लक्षणं, स्वरूपलक्षणम् अस्ति सकलपृथ्वी समवेतत्वे सति पृथ्वी इतर असमवेतत्वं. यत्र स्वरूपलक्षणम् इति वदामः तदेव अस्ति, न तु तस्मिन् तथा वदामः पृथ्वीत्वस्य कृते इदमेव लक्षणं वाक्यम् अस्ति. पृथ्वी सकलपृथ्वी संवेतत्वे सति पृथ्वीतर असंवेतत्वं तस्य स्वरूपलक्षणम् अस्ति पृथ्वीत्वस्य. सत्यं सत्यं, समीचीनम्. अग्रे अत्र सावित्री भगिनी अग्रे पठति वा? अत्र परिच्छेदद्वयम् अस्ति, पठित्वा समापयामः. अस्तु भगिनि. पृथ्वीत्वं एतत् स्वरूपम् इति कृत्वा पृथ्वीत्वस्य स्वरूपलक्षणं, यतोहि पृथ्वीत्वे समन्वयः न क्रियते अपि तु पृथ्वीत्वे क्रियते. आहत्य सकलपृथिवी समवेतत्वे सति पृथ्वी इतर असमवेतत्वम् इति कस्य लक्षणम् इति पृष्टे सति द्वयोः अपि पृथ्वीत्वस्य कृते तटस्थलक्षणं, पृथ्वीत्वस्य कृते स्वरूपलक्षणं. सकलपृथिवी समवेतत्वम् अस्ति पृथिवीत्वे, पृथ्वीतर असमवेतत्वम् अपि अस्ति पृथ्वीत्वे. सकलपृथिवी समवेतत्वे सति पृथ्वी इतर असमवेतत्वम् एव पृथ्वीत्वं, पृथ्वीत्वे विद्यमानं पृथ्वीत्वस्य कृते किमपि तटस्थलक्षणं न सम्भवति. अत्र वदामि वा अथवा अग्रे पठामि वा? न, उक्त्वा अनन्तरम्. अस्तु, अत्र यथा महोदयेन पठितम् इदानीमेव वयं दृष्टवन्तः यत् यत् पृथिवी सकलपृथिवी समवेतत्वे सति पृथिवी इतर असमवेतत्वम् इति पृथ्वीत्वस्य लक्षणम् अपि च पृथ्वीत्वस्य लक्षणं, परन्तु भिन्नः लक्षणं. प्रथमं तु यद् यस्मिन् अस्ति इति दृष्ट्वा तटस्थलक्षणम् इति वदामः, इति कृत्वा पृथ्वीत्वस्य लक्षण तटस्थलक्षणं भवति. अपि च यत्र प्रथमाविभक्तौ द्वयोः स्तः तत्र द्वितीयस्य इत्युक्ते पृथ्वीत्वस्य स्वरूपलक्षणं भवति, यतोहि पृथ्वीत्वे समन्वयः न क्रियते. इत्युक्ते समन्वयः कृतं कुत्र? पृथ्वीत्वे, इत्युक्ते पृथ्वीत्वे एव पृथ्वीत्वम् अस्ति, अपि च तत्र एव वयं तदेव स्वीकृत्य तस्य कारणता अवच्छेदकं किम् इति दृष्ट्वा तत् कीदृशं भवति इति कृत्वा तत्र आगतवन्तः. सकलपृथिवी समवेतत्वे सति पृथ्वी इतर असमवेतत्वम् इति, यतोहि पृथ्वीत्वे समन्वयः न क्रियते अपि च पृथ्वीत्वे समन्वयः क्रियते, पृथ्वीत्वे इति तटस्थलक्षणं भवति इति. धर्मः पृथ्वीत्वे अस्ति, यथा गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः, तत्र तटस्थलक्षणं भवति, पृथिव्याः तटस्थलक्षणं भवति. तथा एव अत्र यत्किमपि पदगुच्छः अस्ति तद् पृथ्वीत्वस्य तटस्थलक्षणं भवति, अपि च पृथ्वीत्वस्य स्वरूपलक्षणं भवति. आहत्य सकलपृथिवी समवेतत्वे सति पृथिवी इतर असमवेतत्वम् इति कस्य लक्षणम् इति पृष्टे सति द्वयोः अपि पृथिवीत्वस्य कृते तटस्थलक्षणं किमर्थं चेत् तत्र एव समन्वयः क्रियते. पृथ्वीत्वं पृथ्वीत्वे अस्ति, अपि च यत्किमपि इदानीम् उक्तं तत् सर्वं पृथ्वीत्वे अस्ति. पृथ्वीत्वस्य कृते स्वरूपलक्षणं भवति. सकलपृथिवीसमवेतत्वम् अस्ति पृथ्वीत्वे, पृथ्वी इतर असमवेतत्वम् अपि अस्ति पृथ्वीत्वे. सकलपृथिवीसमवेतत्वे सति पृथिवी इतर असमवेतत्वम् एव पृथिवीत्वं, तदेव स्वरूपलक्षणमिति वदामः. किमर्थं चेत् पृथ्वीत्वं कीदृशम् अस्ति इति पृष्टे सति पुनः तदेव पदगुच्छः आगच्छति. पृथ्वीत्वे विद्यमानं धर्मः पृथ्वीत्वं तदेव अत्र स्वरूपलक्षणं भवति. पृथ्वीत्वस्य कृते किमपि तटस्थलक्षणं न सम्भवति. इत्युक्ते तत्र यतोहि सः धर्मः तस्मिन् किमपि समन्वयः न कर्तुं शक्यते, अपि च तस्य षष्टिविभक्ति उपयुज्य लक्षणं न वक्तुं शक्यते इति कृत्वा तस्य तटस्थलक्षणं न सम्भवति इति. सत्यम्. अस्तु, अग्रे पठामि वा? अग्रे, धन्यवादः भगिनी. अग्रे सरला भगिनी पठतु. अधुना चर्चयामः सर्वप्रथमं वक्तव्यं यत् पृथ्वीत्वं जातिः. जातौ सत्यां तस्य परिचयानन्तरं नैव अपेक्षते न वा भवति. खण्डशः जाते वर्णनं न क्रियते. जाति अखण्डोपाधि. पृथ्वीत्वं किन्तु जाति नास्ति, अपि तु सामान्य उपाधि. अतः तस्य एतादृशवर्णनं सम्भवति. यत्किमपि भवतु नाम एकवारं परिशीलयामः यत् जाति अस्ति न वा इति त्यक्त्वा किं किं कुत्र कुत्र भवति. प्रश्नः अस्ति सकलपृथ्वी समवये तत्त्वे सति पृथ्वी सकलपृथ्वीतर असमवेतत्वम् इत्यस्य कथनेन गन्धे अतिव्याप्तिः वर्तते किम्? अतिव्याप्तिः अस्ति येत् कथञ्चित् लक्षणशब्दस्य औचित्यं विद्यते किम्? पृथ्वीत्वं भवति पृथिव्यां जाति, तस्य एकसमानजाति सर्वे पृथ्वी पदार्थेषु अस्ति. तस्य खण्डनं न भवति, पृथ्वी तस्य खण्डनं न कर्तुं शक्नुमः. तस्य जात्योः उपाधिः अस्ति पृथ्वीत्वं, किन्तु पृथ्वीतत्वं पृथ्वीत्वे अन्यजातिः नास्ति. पृथ्वीत्वं न जाति भवति न धर्मवति पृथ्वीत्वस्य. तस्य वर्णं किं भवति? यदि वयं न्यायशास्त्रे जाति पृथ्वीत्व जाति न स्वीक्रियते. एकवारं परिशीलमायति जाति अस्ति न वा इति त्यक्त्वा यदि वयं किमपि भवतु जाति नास्ति वा जाति अस्ति किन्तु कुत्र कुत्र भवति तत् यदि वयं पश्यामः सकलपृथ्वीत्वे समवेतत्वे सति पृथ्वी समवेतत्वं यदि वयं वदामः तत् अस्ति पृथ्वीत्वे. यदा वयम् उपरि दृष्टवन्तः सकलपृथ्वी समवेतत्वे पृथ्वीतरसमवेतत्वम् अस्ति तटस्थलक्षणपृथ्वीत्वस्य. सो गन्धे अपि तस्य अतिव्याप्तिः आगच्छति. यदा वयं पूर्वं दृष्टवन्तः गन्धः अस्ति समवेत पृथ्वीस्य समवेत. सो गन्ध भवति सकलपृथ्वी समवेतत्वम् अपि गन्ध पृथ्वी विहाय कुत्र अपि समवेत अन्य पदार्थेषु समवेतं नास्ति. सो पृथ्वी इत्यत्र समवेतत्वं भवति. सो गन्धे अतिव्याप्तिः आगच्छत्. समीचीनं भगिनि. अतः कथम् उचितं भवति अग्रे अग्रे सप्ताहे दृश्यामः पश्यामः. सत्यं लक्षणशब्दस्य औचित्यम् अस्ति वा न वा इति द्रष्टव्यं. समीचीनं. कोऽपि प्रश्नः वा एतावता? अस्तु, तर्हि समापयामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.